पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 112 शम्भुरुवाच अधान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमं सुतया देवराधस्य यत्प्राप्तं नामकीर्तनाद देवराधसुधा बाला कला नामादिरूपिणी धनञ्जय सुदस्यासीद्भार्या शोणस्य धीमतः तावुभौ नियतौ नित्यं धर्मैकप्रवणौ शुभौ लब्धवन्तौ निधिमधो गङ्गास्नानाय तौ गतौ प्रवाहपतिते कूले मृत्तिका नयनाय तौ कूलादाय मृल्लोष्ठं दृष्टवन्तौ महाखडं राजदं चोर्ध्वपाषाणमध शोणः प्रियां वचः इदमाह कथं कार्यं किं कर्तव्यं हिनोहितं भार्योवाच ननारीमदमालम्ब्य किञ्चित् कार्यं समाचरेत् न च नार्या चरेद्गुह्यमप्रियं वाध किञ्चन यदि नारी समक्षं तु द्रविणं दृष्टिमापतेत् वञ्चयीत तथा नारी ईदृशैर्वाक्यसञ्चयैः अस्माभिर्न हि सम्प्रेक्ष्यं किं वा तत्र हि तिष्ठति द्रविणं चेन्न सम्प्रेक्ष्यं बाधोदर्कं भविष्यति अन्याज्ञातं तु यदि चेत् कुतो ज्ञानविनिश्चयः अप्रदृष्टस्त्विदानीं चेन्निभृद कोऽपि तिष्ठति तिरोधानं न किञ्चिच्चेन्मायया कोऽपि तिष्ठति न चेन्माया मनुष्याणां क्षेत्रपालस्तु तिष्ठति न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः न सोऽपि चेन्महाविद्या राज्ञां तत्र भविष्यति न च जानाति चेद्राजा व्यवहारादिसम्भवः न चेद्गूढप्रकारेण चोरबद्धा भविष्यति अप्रमत्तस्य भवदो महानर्थो भविष्यति प्रायेणार्थवदां नृणां भोगलिप्सा प्रजायते भोगात् भोगातरेच्छा स सर्वानुष्ठाननाशिनी जानाति यदि नारी स्वं भावयोगगतं तथा नारी स्वतन्त्रतामेदि रोषाल्लब्धप्रकाशिनी रोषे विश्वासदां यादि तदा दोषपुरोदितः विश्वासिनि च विश्रम्भः प्रवासो वान्यचित्तता विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता यं कञ्चित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् प्रीत्या संजायते योगो योगान् मैथुनसङ्गतिः सततं मैथुने जादे विश्रम्भां तरमापतेत् भवता वा तथा पूर्वं भुक्ते दानीं च भुज्यते का प्रदीचा तवेदानीं प्रीति कस्यामधापि वा का विदग्धा सुसंस्निग्धा पुरुषा धन्यतश्चरेद यो ब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते युद्धं च तिष्ठतां यादा तथा रूपान्तरेण च द्रव्यमादाय यत्किञ्चिदनुवर्तेत् स्वतन्त्रतः सामारयित्वा तां द्रव्यं गृहीत्वा पादयिष्यति अधपूर्वं पदि मृदौ प्रविशेन्नाशु शुक्षणिम् वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति इति निश्चित्य मनसा वैधव्ये समुपस्थिते योनिकुण्डं समासाध्य दिवा वा यदि वा निशि एकान्तस्थानमभ्येत्य विवृत्य वसनं भगम् इदमूजेवजो दुःखदुपस्तस्थकरा सति किं द्वया वै कृतं योने किं वा पापमुपाश्रिता शिश्नस्य वाधवा पापं यत्त्वदन्तरवेशनाद यच्च कर्तृकृतं पापं मादृक्सेवा विवर्जनाद अतोऽपि कण्ढूसम्भूतौ प्रवेशये दधाङ्गुलीम् विचित्रचेष्टां कृत्वा दु कण्ठू बुद्धेरधः परं मर्दयित्वा कराभ्यां तत्सन्ताड्य च विवृत्यस्तु असकृधुन्वदीपादौ विवृता स्यादिदुःखिता कड्वा काष्ठमधालिङ्ग्यस्तनपीडं यथा प्रियम् अधो विचित्रचित्तत्वे ततः प्रद्युष्टदी भवेद् अधवाह्निपुरे स्थित्वा शाकं व्यवहृतं च यद आलम्ब्य वेश्मनि निशि सन्ध्यायां विशिकासु च कृत्वान्यवेशमात्मानं यै कैरप्युपभुज्यते अध वाच्यप्रभावेण शङ्गिता योग्यमाहरेद अज्ञातं च गृहं गत्वा रमये देवनिश्चितं नारी समक्षं लब्धे दुद्रविणे ह्येददिश्यते तस्मान्मया विभवतो न विचारप्रयोजनं शोण उवाच एवमेतेन्न सन्देहो गच्छत्वं तिष्ठदूरदः मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यधः परं तस्यां गदायां शोणोऽपि वस्त्रखण्डं त्वकल्पयद एकैकस्मिंस्तदखण्डे त्वग्रही द्रविणं बहु सैकदे त्ववरं ज्ञानुदग्नं कृत्वा ततस्ततः क्षिप्त्वा धनं पूरयित्वा विष्टां चक्रे तदोपरि वस्त्राधारं खडं तं च प्रतिचिक्षेप कुत्रचिद् सर्वमज्ञादवत् कृत्वा स्नानाय प्रययौ मुनिः तस्य भार्या तदस्नानं कृत्वा सम्पूज्य पार्वतीं गच्छेदि भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सदि एतामेकाकिनीं ज्ञात्वा मारीचो नाम रक्षसः भर्तृरूपमधास्ताय कलामे ददुवाचः मारीच उवाच सप्तगोदावरीतीरे पवित्रं पापनाशनं द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः भुक्तिमुक्तिप्रदो नृणां स्मरणात् पापनाशनः तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुन्दरी कलो वाच इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि प्रकृतेरन्यथाभावमुत्पादं विदुरुत्तमाः मारीच उवाच भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तद तूष्णीं भूत्वा दशा साध्वी भर्तेत्येव विचार्यतं निर्ययौ तेन सा बाला वनमध्ये गदा सति अध मध्याह्नकालोऽसौ क्रियदामाह्निकक्रियाः राक्षसोऽधवच श्रुत्वा नानुष्ठानस्थलं त्विह यत्र तत्रास्ति गन्तव्यमिदो गच्छावहे ततः किञ्चित्प्रदेशं गत्वा दुगुहां वीक्ष्य सरस्तथा इहस्थानं हिमेस्तादुं कार्यं स्नानमधप्रिये इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च भोजनावसरे प्राप्ते कलादध्या उमां शिवम् अयं धवो मम न वा इति ध्यानपरा भवद अध्य ध्यानेन तं चोरं निश्चित्य च पतिव्रता भीदादिनम्रवदनाम् अश्रुपूर्णमुखी तदा कष्टमापदिदं पापमित्युक्त्वा निपापत च रुदतीं तामदो दृष्ट्वा राक्षसपापनिश्चयः दर्शितुं तामधारेभे न चैदधर्षणं प्रति बलात्कारमधो कर्तुं यदमाने दुराक्षसे आजानुनाभिपर्यन्तं शैलस्थानमकल्पयद शिलासमभवद्वस्तं राक्षसो वीक्ष्यतामध इत्येवं तां हनिष्यामि खादयिष्याम्यधः परम् इत्युक्त्वा भ्राम इत्वा सिं शिरच्छेत्तुं प्रचक्रमे कलाहं मत्पदिर्ज्ञात्वा शापं दास्यदि माहर इत्युक्तमात्रे वचसि शिरश्चिच्छेदराक्षसः प्राप्तायां दुर्मृदिं तस्यामध शैवा समागताः दूधविचित्राभरणाः सर्वायुधधराशुभाः यदां विमानमारोप्य शिवालोकमुपागमन् तामागदां गिरिसुधा हर्षेण प्रतिपूज्य च स्वपादप्रणदां शुद्धामुमा वाक्यमभाषद पादिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते कलोवाच दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियं प्रार्थ्यैः किमनैर्बहुभिस्तथास्त्विति शिवाब्रवीद इन्द्रादिवनिताभिः सा पूजिताध कलानिधिः एतस्मिन्नन्तरे प्राप्तशोणो मुनिरधो गृहं न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरो भवद रक्षो हृदामृदां प्राप्तां शिवालोकमुमां प्रति उमादत्तवरां चापि दृष्टवाञ्छानचक्षुषा किञ्चिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा श्वशुरं गतवान् शोध देवरादं मुनीश्वरः निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिं निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याहतान्मुनिन् गत्वा कैलासमाधौ तु दृष्ट्वा देवं महेश्वरम् अनुज्ञां शिवदो लब्ध्वा पार्वतीमन्दिरे गताः देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामदद तथेत्युक्त्वा मुनिवरा कैलासं शङ्करालयं गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः विज्ञापयामासुरिदं शोण भार्या हृदेति च शिवप्राह मुनीन्द्रास्तां ज्ञातमेव मया त्विदम् अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम् अकालमृत्युयुक्तानां पुनर्जीवनमस्ति च दशपुत्रप्रसूर्वीराजूपसौभाग्यवत्यपि भवद्भिरिति निश्चित्य समागतमिह द्विजाः यमलोकगतानां तु सर्वमेतद्विनिश्चितं मम लोकगतानां च गतिरन्या न विद्यते अनया कीर्तितं नाम प्राणनिर्गमने पुरा तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः अथवा गिरिजायै च निवेदयत कृष्णशः अथ ते पार्वतीपाददर्शनाय गता द्विजाः प्रणम्यमादरं सर्वे विश्वामित्रो ब्रवीदिदं दीनानाथा कृशा भार्या प्रणष्ट पितृकाञ्चिशून् रक्षयित्वा पुरा मादरिष्टधात्वं सदा ह्यभूः कलापौत्री ममैवेयं त्वमाराध्य पदीं त्वमुं शोणं लब्धवती मादस्त्वत्पूजाया फलं त्विदं तपसा लभ्यते पर्णे दानेन यदि वापि च व्रतोपवासैरथवा कला सा लभ्यते मया यतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् पार्वत्युवाच यादृशी चेष्यते भार्या तादृशी दीयते मया नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने विश्वामित्र उवाच माता त्वमित्येव मया अविशङ्गितमीरितं शोणो मुनिरयं मादस्तव विज्ञापयिष्यति शोण उवाच तामेव भार्यां प्रति मे प्रीतिरत्युक्तकडादि सैव मे दीयतां भार्या चान्यथा मरणं भवेद् पार्वत्युवाच भार्यापदि समावेव विषमौदु विगर्हितौ तव चास दृशी चेयं सदृशीं प्रददाम्यहं न च मन्मन्दिरे प्राप्तां त्यक्ष्ये देहविवर्जितां शोण उवाच यदि नो दीयते चेयं भार्यामन्यां मम प्रियां राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमं भविष्यत्येवमेव वैददित्युक्त्वा चाब्रवीन्मुनिन् भोक्तव्यमिह युष्माभिर्ममास्मिन् दिवसत्रयम् प्रदीन्दुवारे देवस्य महेशस्यैव तुष्टये भोजनीया सदा कालमष्टौ विप्रा मुनीश्वराः इच्छया यत्र कुत्रापि व्रत मेददुपाक्रमेद वत्सरे परिपूर्णेदु महाराजतमीश्वरं चतुर्निष्कप्रमाणेन तदर्धेनैव कारयेद श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा पादु कोपानहं चत्रं सर्वं विप्रे नियोजयेत् स्वशक्त्या दक्षिणां दत्त्वा ब्राह्मणांश्च विसर्जयेत् एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः दिने दिने तथा पूजा सोमस्य परमात्मनः तत्पुरुषस्य विद्महे महादेवस्य धीमहि तन्नो रुद्रप्रचोदयात् इति पूजामन्त्रः स्तण्डिले पूजयेद्देवं प्रति मायामथापि वा एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् एतत् सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभं य एवं कुरुते भक्त्या नारी वा पुरुषोऽपि वा चायेव शङ्करस्यासौ नित्यमेवानुवर्तते अद्य सोमदिनं प्राप्तं मध्याह्नात् परदो भुजिः यूयं च सर्वे मुनय कृतपौर्वाह्निकक्रियाः माध्याह्निकीं क्रियां कृत्वा भोक्तुमर्हतसतमाः माधुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च अनुष्ठानाय ते सर्वे गदा भागीरथीं नदीं सङ्गमे मध्यदो वृत्ते कृत्वा माध्याह्निकीं क्रियां विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च लोकमाधुर्नियोगेन शालङ्कायनकात्मजः पादप्रक्षालनमुखानुपचारान् कल्पयद पञ्चगन्धकमादाय तान्मुनीनाभ्यलेपयद राज्यं च महदाप्नोति यो दद्यात् पञ्चगन्धकम् पञ्चबाणसमो भूत्वा स्त्रीणां वल्लभदामियाद विष्णवे यो हि दद्यात्तु सोऽपि मारसमो भवेद् कामी त्वकामी ह्य कुर्यात् कैलासे पञ्चवत्सरान् सर्वगन्धसमोपेदो भोगी चेष्टार्थसंयुधः यथेष्टवर्तनो भूत्वा तदो जायेद भूमिपः कस्तूरीचन्दनं चन्द्रमगरुद्विदयं तथा पञ्चगन्धं समाख्यातं सर्वकार्येषु शोभनं विलिप्तपञ्चगन्धेषु ब्राह्मणेषु महात्मसु आसीनेषु तदा व्यागाद्ब्राह्मणस्थविरकृशः उन्मत्तवेषो दिग्वासा जरा जर्जरितस्त्वरी कल्वाडश्वासकाशी च बहु क्षुधान्वितः लालाश्नुदश्मश्रुकूर्चश्लेष्मानम्रस्खलत्पदः द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी पुरुषान्रूपसंयुक्तान् वीक्ष्यन्ती च ततस्ततः गायन्ती त्वथ नृत्यन्ती तं दृष्ट्वाह सदीपदिं प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम आलम्ब्य त्वत्परं वृद्ध दुःखिता नित्यमस्म्यहं भूषणं वसनं घ्राणं स्रग्विलेपनमेव च हासो गीतिस्तदापानं मण्डनं शोभनं गृहं सर्वहृदुसमृद्धिश्च कामस्यैवाभिवृद्धये सर्वेषामेव कामानां रतिरेका प्रयोजनं सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता तुलया तुलितं सर्वं रतिशतगुणाधिका तन्मादृशी समासाद्य भवन्तं किं करिष्यति इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वैकरे तदुत्तरमुवाचेदं किं कुर्मो भाग्यमीदृशम् मामारय दुरुक्रिया त्वं मां विज्ञायाथ ते दृश्यम् एतादृशो द्विजप्रायात् पार्वतीमन्दिरं तदा अविज्ञायैव गिरिजामिदं वचनमब्रवीद द्विज उवाच अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय तद्भार्यावचनं प्राहक्व मुनिर्योषिदेव हि अन्धस्य वचनं सर्वमेव मेधादृश्यं दृढं पार्वती उवाच प्रक्षाल्य चरणावेद मासने उपवेशय जाम्बूनतकृते दीव भोज्येनादर्पयद्विजं सुरत्न चषकोपेतममृतं ब्रह्मवादिनीम् अरुन्धतीमधाहूय पर्यवेषयदम्बिका कला चारुन्धती चैव अनसूया पतिव्रता परिवेषं पदार्थानां स्रग्गन्धाक्षतभूषणाः अकुर्वन्नम्बिका वाक्यात् षड्रसानां पृथक् पृथक् भुञ्जनेषु तु विप्रेषु दिग्वासा ब्राह्मणा कृतिः क्षणेन भुभुजे सर्वं धातुं नो चेपुरङ्गनाः अध सा गिरिजा देवी स्वयं धातुं प्रजक्रमे यथा दत्तमशेषं तु क्षणेनाश्नादि सद्विजः भाण्डस्थितमशेषं च भोक्तुमैश्च प्रिया सह तथाम्बिका समादाय प्रादादक्षयमस्त्विति अथवा मकरेणासौ भोक्तुमैच्छत्तदसति तत्राप्यक्षयमेवास्तु तवान्नमिति चार्पयद करान्तरमधोत्पाद्य भोक्तुमैच्छद्विजोत्तमः एवं करसहस्रं च कृत्वा इच्छद्भोजनं द्विजः दत्त्वा दत्त्वा पुनर्देवी सन्तुष्टा न च कोपन न चित्तमन्यथा कर्तुं शक्यमस्या इति द्विजः प्रक्षाल्य हस्तौ चरणौ हस्तार्पित सुगन्धवान् पार्वतीं वाक्यमाहेदं तोषितोऽहं वरं वृणो पार्वत्युवाच मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम वरेण मम किं कार्यं शङ्करो मे यथः पतिः तदाह ब्राह्मणो देवीं शङ्कर कीदृशस्थिति सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यदा भवेद् स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभाङ्गना नो चेदे दादृशी भार्या मदधीना कथं भवेद् पार्वत्युवाच त्वद्भार्यावचनं श्रुत्वा तव वाक्यं तथा द्विज अपलापस्त्वयं ब्रह्मन् श्रुतं किं वा तथा विश्वं ब्राह्मण उवाच धम्मिल्लं ते करिष्यामि ममाङ्कं त्वं समारुह प्रचलेद्यदि ते चित्तं पादिव्रत्यं कुतस्तव पार्वत्युवाच मम व्रतं द्विजश्रेष्ठ शङ्कराङ्कैङ्करोहणम् अथ तच्चित्तमाज्ञाय भवान्या परमेश्वरः द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबन्धनः सुस्निग्धचारुनयनो कोक्षीरसमविग्रहः कोटिकन्दर्पलावण्य सर्वाभरणभूषितः स्वपार्श्वस्थित नार्यंसे प्रसारित भुजद्वयः गायन् मन्दतया सागमुमया पडुता यथा अथ तां पार्वतीं शम्भुः करेणाकृष्य च स्मयन् विन्यस्य हस्तौ वनिता द्वयांसे गायन् समस्ताभरणप्रसन्नदृक् ननर्त चानन्दसमृद्धगात्रो मुनीन्द्रगीतश्च सकालवेलम् एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि न दुःखं जायते तस्य सदा हर्षश्च जायते अधस्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः अध सा पार्वती तुष्टा देवं प्राह पिनाकिनीं पार्वत्युवाच किमित्येतादृश्यं भावमास्ताय त्वमिहागतः नारीं कृत्वा तदा विष्णुं किं प्रकृत्या न चागतौ शिवप्राहव्रते चात्र ह्यदिधेर्भोजनं शुभं जाने सिद्धिमदो येषां विषादो नाभिजायते जादे विषादे दुव्रत मसम्यगिति निश्चयः सोमवारात् समायान्ति यावन्तोऽब्धशतानि तु तावन्ति मत्पुरे देवि सर्वभोगसमन्वितः स भार्यपुत्रबन्धुश्च वेदोक्तायुष्यजीवितः पश्चाद्वाराणसीं गत्वा मृदो मुक्तिमवाप्स्यसि शम्भुरुवाच अथ देवे स्थिते तत्र मुनयस्त्रिप्रदक्षिणं कृत्वा पञ्चनमस्कारान् पुनः कृत्वा प्रदक्षिणं पुनश्च दण्डवद्भूत्वा विसृष्टा निर्ययुस्ततः अथ शोणशोभिताङ्गीं भार्यामाप ह्यनिन्दिदाम् राज्यं जभारदे वर्षे धर्मेणा पालयद्विजः मानुषानखिलान् भोगान् बुभुजे शिवभक्त्रीमान् नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः नित्यदादा नित्ययाजी नित्यश्रोता पुराणकं मृतः स गतवां लोकं शङ्करस्य विभो शुभं शम्भुरुपाच नामकीर्तनमाहात्म्यं प्रसङ्गात् परिकीर्तितं शृण्वतं सर्वपापघ्नं भक्तानां च तथा नृप सर्वकल्याणदं नित्यं सुभार्या राज्यदं शिवं शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत् इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे शिवनाममाहात्म्ये द्वादशोत्तरशततमोऽध्यायः ॐ